अस्तु तर्हि इदानीम् अस्माकं न्यायवर्गः अनुवर्तते. तर्हि तत्र संयोगस्य आधारेण तत्तत्त्वभेदयोः वैलक्षण्यम् इति प्रसङ्गे स्मः. तर्हि अधुना करपत्रे अग्रे पठेम. तर्हि एतावत्पर्यन्तं किमपि कोऽपि प्रश्नः अस्ति वा? भगिनि एकः भगिनि न एकक्षणं पुष्पा भगिनी एकक्षणं रामप्रिया भगिनी वदतु. प्रतीतिवशात् वैलक्षण्यम् आगतम् इति अस्ति किल यदा विभागविषये अस्ति इति. किमर्थम् आनीतव्यम् इति मम प्रश्नः. यतोहि तस्य विषये एव अद्यापि किञ्चित् पठेम, परन्तु सूक्ष्मरीत्या वक्तव्यं चेत् अत्र व्यवहारे तथा भवति खलु. इत्युक्ते यदा विभागः भवति तत्र वृक्षात् फलः विभक्तः इति अस्ति इति. तर्हि तत्र यत्र तादृशप्रत्ययः भवति तत्र तु वृक्षात् इति वदामः, तस्मात् इति तत्र अवधिः आनीतं खलु. वस्तुतः विभागः तु विनिष्टः, अवधिः नास्ति, परन्तु यदा तादृशप्रयोगः भवति तदा तु अवधिः इति आनीतम्. यतोहि पश्यतु, वृक्षात् फलं विभक्तम् इति वदामः चेत् अत्र विभागः इति यः गुणः अस्ति सः फले एव इति आरोप्यते खलु. इत्युक्ते वृक्षात् फलं विभक्तम् इत्युक्ते सः किं विभक्तं, फलं विभक्तम् इति आगच्छति. तर्हि फले एव विभागः इति यदा आरोपयामः तदा कीदृशविभागः इति प्रश्नः अस्ति. यदा तादृशप्रश्नः उदेति तर्हि तदा अवधिः इति भवति. यतोहि क्षम्यतां, तत्र कोऽपि स्पीकर् फोन् वा ब्लूटूत् वा उपयोगं करोति वा? तत्र कृपया मास्तु, यतोहि प्रतिध्वनि श्रूयते मया. अस्तु न भगिनि, अहं न उपयोगं करोमि. अस्तु, चिन्ता नास्ति, इदानीं सम्यक् अस्ति. तर्हि यदा वयं तादृशप्रयोगः कुर्मः तर्हि अत्र तस्य आवश्यकता भवति. इत्युक्ते अवधिः इति प्रसङ्गः तदा आगच्छति, नो चेत् न आवश्यकम्. इत्युक्ते केवलं वृक्षफलयोगो विभागः इति वदामः चेत् तदा तु अवधिः इत्यस्य आवश्यकता नास्ति. अस्तु, पुष्पा भगिनी भवत्याः प्रश्नः आसीत् खलु, किमपि अन्यप्रश्नः? तत्र अवधिः अत्र अर्थं पृच्छम्. बहु सम्यक् दातव्यम् इत्युक्ते सम्यक्तया न आगच्छति इति वदति वा? अवधिः इत्युक्ते कः? अस्तु, अस्तु भगिनि, इत्युक्ते आङ्ग्ल अनुवादम् इति वक्तुं न शक्नोमि निश्चयेन, परन्तु तत्र अस्तु, अद्य अपि पठेम किञ्चित्, अद्यापि अवधिविषये एव आगच्छति, तदपि पठेम. किञ्चित् चिन्तयतु तस्मिन् विषये. इत्युक्ते अवधिः इत्युक्ते कः इति उदाहरणत्वेन अवगन्तुं प्रयासं करोतु. तादृश अवगमनं प्रायः सम्यक् भवेत्. इति नास्ति चेत् अनन्तरम् ईमेल् प्रेषयतु, अथवा महोदयस्य वर्गः, महोदयस्य वर्गस्य ध्वनिमुद्रः अस्ति, तदपि शृणोतु. ध्वनिमुद्रणं यदस्ति तदपि शृणोतु, प्रायः तस्मात् इतोपि किञ्चित् स्पष्टता जायेत. सम्यक्, अस्तु अस्तु, धन्यवादः. अस्तु, तर्हि आरभामहे। अन्य कोऽपि प्रश्नः नास्ति खलु? अस्तु, उत्तमं। तर्हि सुनील् महोदय, भवान् आरम्भं करोति वा? आम् पठामि। कुत्र नियतावधिकत्वम् न, तत्र पूर्वस्मिन् भागे एव स्मः खलु, तत्तु न समापितम् अस्माभिः तत्र, किन्तु पृथक्त्वस्य स्थले तथा नास्ति तस्मात्। वयम् अत्र अधुना संयोगस्थले विभागस्थलात् इति तद् वयं कृतवन्तः किल? पठामः भगिनि, तदपि तदनन्तरं परम् एकक्षणं भगिनि, एकक्षणं भगिनि, एकक्षणं, क्षम्यतां, चिन्ता नास्ति महोदय। तत्र अधुना यथा विभागः संयोगः अपि दिनिष्टः, तस्मात् आरभ्य किञ्चित् पठेम, यतोहि तेन किञ्चित् पुनस्मरणमिव अपि भवति। अधुना यथा विभागः संयोगः अपि दिनिष्टः, सामान्यतया संयोगः सावधिकः इति न उच्यते, किन्तु क्वचित् प्रतीतिनियमनार्थं तथा व्यवहारः भवति। कुत्रचित् अयं संयोगः एकस्मिन् एव विद्यमानः इति अपेक्षते। विभागः इव यद्यपि अयं संयोगः उभयत्र विद्यमानः, किन्तु प्रतीतिसाधनार्थं तदवधिकः संयोगः तत्र भासते इति व्यवहारो भवति। तदवधिकः इति उक्तत्वात् तदवधिकः तत् स्वस्मिन् न वर्तते, स्वावधिकः संयोगः स्वस्मिन् नास्ति इति व्यवहारत्वेन नियमनं भवति। अत्र इदानीं यदा विभागः अस्ति तथा संयोगः अपि द्विनिष्ठः इति वयं जानीमः। अत्र अत्र सामान्यतया संयोगः सावधिकः इति न उच्यते, इत्युक्ते अत्र सावधिकः इति न उच्यते एव, किन्तु अत्र क्वचित् प्रतीति नियमनार्थं तथा व्यवहारः एव भवति। अत्र संयोगः इति एकस्मिन् एव विद्यमानः इति अपि अपेक्षते, विभागः इव संयोगः द्विनिष्ठः अस्ति, परन्तु अत्र प्रतीतिसाधनार्थं तद् अवधिकः संयोगः इति वयं वदामः। अत्र तदवधिकः इति पदेन अत्र तदवधिकः तत् स्वस्मिन् न वर्तते, स्वावधिकः संयोगः स्वस्मिन् नास्ति इति, अनन्तरं तत्र व्यवहारत्वेन एव तत्र नियमनं भवति इति। स्वावधिकः संयोगः स्वस्मिन् न वर्तते इत्युक्ते किम्? इतोपि किञ्चित् उदाहरणं स्वीकृत्य वा इतोपि किञ्चित् वदति वा? अत्र इदानीं विभागः इदानीं द्विनिष्ठः, अथवा वृक्षात् फलं पतति अथवा तत्र फलात् वृक्षः पतति इति वदामः चेदपि तत्र एकक्षणं महोदय, एकक्षणं, तत्र यदा विभागः द्विनिष्ठः इति वदामः, तत्र वस्तुतया वाक्यमस्ति वृक्षफलयोः विभागः खलु इति। आम् आम्, यदा वृक्षफलं विमुक्तम् इति वदामः चेत् अत्र वस्तुतया अत्र तु अवधिः आरोपितं खलु, अत्र तु वस्तुतया वियोग विभागः द्विनिष्ठः इति नास्ति. परन्तु एकः विभागः एव किल अत्र, वाक्यद्वयमस्ति चेदपि सत्यं. परन्तु यथा यदा वयं तत्र विभागप्रसङ्गे वृक्षात् फलं विभक्तम् इति वदामः तदा तत्र अवधिः इति आरोपितमस्ति खलु, अवधिः इति आरोपितमिति कृत्वा तेन विभागस्य अपि किञ्चित् विभागे अपि किञ्चित् भिन्नता अभवत्. इत्युक्ते चिन्तयतु, वृक्षाफलं विमुक्तम् इति वदामः चेत् तत्र यः विभागः अस्ति सः वस्तुतया वृक्षावधिकः विभागः फले अस्ति, भिन्नरीत्या अस्ति फलावधिकः विभागः वृक्षे इति. वस्तुतया विभागः एकः एव सत्यं, परन्तु यदा तत्र तदेव प्रतीतिवशात् आनीतम् इति खलु, यदा वयं तादृश व्यवहारं कुर्मः तत्र इदानीम् अवधिचिन्तनम् आनीय अत्र भेदः कल्प्यते विभागे. इत्युक्ते अवधिः कृते अवधिः इति कृत्वा तत्र विभागः अपि तत्र इदानीम् एकनिष्ठः इति आरोपणम् अभवत् खलु तस्मिन् विभागे, तत्र एकनिष्ठत्वम् इति किञ्चित् आरोपणम् अभवत्. परन्तु वृक्षफलयोः विभागः इति यदा वदामः तत्र तादृशस्थितिः नास्ति. यदा वयं वृक्षफलयोः विभागः इति वदामः तदा अत्र वृक्षे अपि विभागः, स एव विभागः फले अपि, तत्र भेदः नास्ति इति मुख्यवार्ता अस्ति. तर्हि तत्र वाक्यद्वयं वृक्षात् फलं विमुक्तम् अपि च वृक्षफलयोः विभागः, तत्र भेदः अस्ति वस्तुतः. एकं वाक्यमस्ति वस्तुस्थितिः, द्वितीयं वाक्यमस्ति प्रत्ययः. वृक्षफलयोः विभागः इति वस्तुस्थितिः अस्ति, परन्तु वृक्षात् फलं विभक्तम् इति तत्र व्यवहारत्वेन तादृश प्रतीतिः अपि अस्ति. तर्हि तयोः मध्ये भेदः अत्र वैलक्षण्यम् अस्ति, वैलक्षण्यम् अस्ति सत्यं. तद्वत् अत्र संयोगस्य प्रसङ्गे अपि वदतु भगिनि. अत्र पतति तत् उच्यते चेत् पतति इति मास्तु, इदानीं पतति इति क्रिया अस्ति तद् मास्तु इदानीम्. इदानीम् अस्माकं प्रसङ्गः अस्ति विभागः संयोगः पृथक्त्वं भेदः, तत्र एव भवामः, नो चेत् तत्र किञ्चित् इतोपि जाटिल्यमेव आगच्छति. तत्र विभागस्य विमुक्तः विमुक्तः इत्युक्ते अपि विभागः एव. विमुक्तः तु विभागः एव. तत्तु इदानीं वद त्वं वदति न वद् वद वद अवधिः वृक्षे अस्ति अत्र वदान् न कदा अवधिः वृक्षे अस्ति फले तात् फले प्रथमतया वृक्षे अवधिः नास्ति, वृक्षः अवधिः अस्ति. वृक्षः वृक्षः अवधिः अस्ति. इदं समये सः विभागस्य विभुक्तः अस्ति न, तत्समये तु अवधिः वृक्षे अस्ति, वृक्षः अवधिः. सत्यं, यदा वृक्षात् फलं विभक्तम् अथवा विमुक्तम् इति वदामः चेत् वृक्षः इति अवधिः फले फले विभागः अस्ति. सत्यम्. अस्तु महोदय, अत्र इदानीं संयोगः विषये अत्र संयोगः अपि द्विनिष्ठः. अत्र हस्तपुस्तकयोः संयोगः इति व्यवहारेण तत्रापि किमपि दोषः नास्ति. अत्र हस्ते अपि संयोगः भवति, पुस्तके अपि संयोगः भवति. अत्र स्वावधिकः संयोगः तस्मिन् नास्ति इति अपि अस्ति. इत्युक्ते अत्र स्वावधिक अगत्वं नास्ति इति एव किल. अत्र संयोगत्वम् अद्युनिष्ठः इति कारणेन अथवा न तथा नास्ति. संयोगः द्विनिष्ठः सत्यं, परन्तु पश्यतु अत्र किन्तु क्वचित् प्रतीतिनियमनार्थं तथा व्यवहारः भवति. तथा व्यवहारः भवति इत्युक्ते किम्? अत्र तत्र अवधिकः संयोगः इति तादृशम् अस्ति. इत्युक्ते अत्र संयोगः अवधिकः इति उच्यते इति. हा सत्यम्. इत्युक्ते संयोगः साधारणतया द्विनिष्ठः सावधिकः नास्ति, परन्तु प्रतीतिनियमनार्थं यदा कदापि तथा भवति. इत्युक्ते तादृश सावधिकत्वं तस्मिन् आरोप्यते इति. कुत्रचित् अग्रे पठतु महोदय. आहत्य यथा पृथक् क्षम्यतां तत्र तस्मिन्नेव परिच्छेदे तत्र कुत्रचित् इति अग्रे अस्ति खलु. कुत्रचित् अयं संयोगः एकस्मिन् एव विद्यमानः इति अपेक्षते. अत्र वयं संयोगस्य विषये संयोगः एकत्र एव इति यदा कदा वदामः? यदा कदा वदामः इत्युक्ते यदा तत्र तादृशप्रत्ययः अस्ति चेत् इति मुख्यवार्ता. तत्र प्रतीतिनियमनार्थम् इति पूर्वस्मिन् वाक्ये अस्ति खलु, तद् मुख्यांशः. इत्युक्ते यदा केवलं हस्तपुस्तकयोः संयोगः इति वदामः चेत् तत्र संयोगः इति सावधिकपदार्थः इति नास्ति. परन्तु यदा हस्तात् पुस्तकं संयुक्तम् इति तादृशप्रत्ययः अस्ति चेत् तत्र विभागवत् संयोगे अपि अवधित्वम् अवधिकत्वम् आरोपितं खलु. सावधिकत्वं यदा हस्तपुस्तकेन सह संयोगः भवति इति वाक्ये सत्यं. हस्ते संयोगः इति रीत्या एकस्मिन् एव विद्यमानः इति. हा इत्युक्ते यत्र वस्तुस्थितिः अस्ति तत्र संयोगः अपि विभागवत् विनिष्ठः इति. परन्तु यत्र एकस्मिन् एव स्थले वक्तव्यम् इति अस्ति, इत्युक्ते हस्ते संयोगः इति वक्तव्यम् इति अस्ति चेत् तदा तादृशप्रत्ययः भवति. यदा तादृशप्रत्ययः भवति तदा तत्र संयोगे अपि सावधिकत्वम् आनीतम्. अग्रे महोदय, अग्रिमपरिच्छेदः वा अग्रिम? न अस्मिन् परिच्छेदे प्रथमं समापयामः किञ्चित्. विभागः इव यद्यपि अयं संयोगः उभयत्र विद्यमानः, किन्तु प्रतीतिसाधनार्थं तदवधिकः संयोगः तत्र भासते इति व्यवहारो भवति. यदा पूर्वम् उक्तवन्तः विभागः अपि द्विनिष्ठः, संयोगः अपि द्विनिष्ठः, परन्तु अत्र केवलं प्रतीतिसाधनार्थं तदवधिकः संयोगः तत्र अस्ति इति व्यवहारः भवति. यदा हस्तः पुस्तकेन संयोगः इति तादृश. तत्र तदवधिकः तत्र इत्युक्ते तत्र वर्तते इत्युक्ते हस्तपुस्तक हस्तपुस्तकम् उदाहरणं स्वीकुर्मः चेत् तत्र कः अवधिः कः कस् तत्र किञ्चित् तद् वाक्यं वदतु कस्य अवधिः कुत्र भासते इति. हस्तपुस्तकयोः इत्युक्ते अत्र उभयत्रापि समानमेव किल. हस्तपुस्तकयोः संयोगः इति न, परन्तु हस्तपुस्तकमिति उदाहरणं स्वीकुर्मः चेत् इदानीं तत्र हस्तात् पुस्तकं संयुक्तः इति अस्ति चेत् अत्र हस्तात् हस्तः पुस्तकेन संयुक्तः इति संयुक्तम् इति वदामः चेत् हस्तः अस्ति अवधिः किल. तत्र पञ्चमी स्वीकुर्मः. ओ पञ्चमी स्वीकृत्य इत्युक्ते किञ्चित् हस्तात् तत्र क्षम्यता हस्तात् पुस्तकं संयुक्तम् इति वदामः चेत् तत्र हस्तः इति अवधिः भवति. हा इत्युक्ते तत्र वस्तुतः तत्र घटात् इत्युक्ते हस्तात् पुस्तकं संयुक्तम् इति तत्र किमपि नास्ति. तत् तादृश वाक्यं तु दोषपूर्णम् अस्ति वस्तुतः. परन्तु अहं किमर्थं तथा उक्तवती इत्युक्ते किञ्चित् अस्माकम् अवधिचिन्तनं भवेत् इति एव. तर्हि वाक्यं तु दोषपूर्णमेव, तत् तदपि वक्तव्यमस्ति. तर्हि किञ्चित् उदाहरणत्वेन तथा वदामः इति कृत्वा एव उक्तवती. तर्हि वस्तुतः इति हस्तः अस्ति पुस्तकमस्ति, हस्तः इति अवधिः अस्ति चेत् इदानीं तत्र हस्तपुस्तकप्रसङ्गे कः अवधिः? हस्तः तु अवधिः सा. तर्हि तद् वाक्यं कथं भवति इति किञ्चित् वदतु महोदय. तस्मिन् वाक्ये हस्तावधिकः संयोगः पुस्तके इति वदामः. हा उत्तमं. तर्हि वस्तुतः संयोगस्य प्रसङ्गे तादृश प्रयोगमेव प्रयोगः एव साधुप्रयोगः इत्युक्ते तत्र पञ्चमी विभक्ति उपयुज्य वक्तुमेव न शक्नुमः वस्तुतः. तर्हि यदा संयोगस्य प्रसङ्गे अवधि इति अवधिचिन्तनम् आनेतव्यं चेत् तथा एव वक्तव्यं भवति. हस्तावधिकः संयोगः पुस्तके अथवा पुस्तकावधिकः संयोगः हस्ते इति. तत् स्पष्टं खलु? तदेव हस्तावधिकः संयोगः पुस्तके अथवा पुस्तकावधिकः संयोगः हस्ते इति. अग्रे महोदय. तदवधिकः इति उक्तत्वात् तदवधिकः तत् स्वस्मिन् न वर्तते. अत्र इदानीं पुनः तदेव तत्र द्विनिष्ठः इति कारणेन तद् अवधिकः स्वस्मिन् नास्ति इति. न न न पुनः भवान् दोषः कृतं, ऐ मीन् भवता दोषः कृतः. अत्र द्विनिष्ठः इति कारणेन इति न, तत् द्विनिष्ठः इति अस्ति चेत् अवधिः इति एव प्रसङ्गः न आगच्छति. यदा अवधित्वम् आरोपितम् अवधिकत्वम् आरोपितं संयोगे तदा एव तत्र एतादृशप्रत्ययः प्रत्ययः आगच्छति खलु. इत्युक्ते तत्र यदा द्विनिष्ठः अस्ति चेत् अवधिः इत्येव नास्ति. हस्तः हस्ते अपि संयोगः अस्ति, पुस्तके अपि संयोगः, एकः एव संयोगः द्विनिष्ठः. परन्तु हस्तावधिकः संयोगः पुस्तके इति वदामः चेत् तत्र एकः पदार्थः भवति अवधिः, अन्यपदार्थे अस्ति संयोगः इति स्थितिः अस्ति चेत् हस्तावधिकः संयोगः हस्ते एव भवितुं न अर्हति खलु. इति कृत्वा तत्र स्वावधिकसंयोगः स्वस्मिन् न भवति, न तु द्विनिष्ठः इति कारणात्. अवगच्छति वा? इत्युक्ते केवलं यदा वृक्ष हर्तावधिकः संयोगः पुस्तके इति वदामः चेत् तस्मिन् वाक्ये एव तादृश अवधिकः स्वस्मिन् नास्ति इति. सत्यम्. इत्युक्ते हस्तावधिकः संयोगः पुस्तके इति वदामः चेत् हस्तावधिकः संयोगः हस्ते नास्ति इति. स्वावधिकः संयोगः स्वस्मिन् नास्ति इति व्यवहारत्वेन नियमनं भवति. इत्युक्ते तत् तादृशनियमनं केवलं व्यवहारत्वेन, यतोहि वस्तुस्थितिः अस्ति द्विनिष्ठः, तर्हि अवधिचिन्तनमेव नास्ति संयोगविषये प्रसङ्गे. आहत्य यथा पृथक्तस्य स्वभावः सावधिकत्वं, तद्वत् विभागः संयोगः च न स्तः. अनयोः द्विनिष्ठत्वं क्वचित् प्रतीतेः वर्णनार्थं तत् दुष्टत्वं बाधकं भवति. अयं संयोगः उभयत्र भवति इति क्वचित् बाधकं, तदा अस्माकं सौकर्यार्थं तदुच्यते एतदवधिकः संयोगः इति. यदा ब्रूमः तदा किं बुध्यते? सः अपरमात्रनिष्ठः इति लभ्यते. तादृशप्रतीतीनां सम्पादनार्थं तस्य सावधिकत्वव्यवहारः अस्ति. किन्तु यदि ब्रूमः घटपटयोः संयोगः, तदा संयोगः द्विनिष्ठः सावधिकः न. आहत्य यथा पृथक्तस्य स्वभावः सावधिकत्वं, तद्वद्विभागः संयोगः न स्तः. इदानीं विभागः संयोगः तत्र सा अवधिगत्वं नास्ति इति, पृथक्त्वे सावधिकत्वम् अस्ति इति. इत्युक्ते एकः स्वावधिकत्वं नास्ति इत्युक्ते स्वभावेन सावधिकः नास्ति इति. ओ ओ एवं वा? पुनः तद् वाक्यरूपेण इति वा? इत्युक्ते वस्तुस्थितिः तथा नास्ति. स्वभाव विभागः संयोगस्य स्वभावः तु सावधिकः इति नास्ति, परन्तु यदा व्यवहारः तथा भवति तदा तत्र अवधिकत्वम् आरोपितम्. अनयोः द्विनिष्ठत्वम् अत्र विभागसंयोगस्य अनयोः द्विनिष्ठत्वम् अस्ति. पृथक्तविषये तत्र द्विनिष्ठत्वं नास्ति. क्वचित् प्रतीतेः वर्णार्थं तत् द्विनिष्ठत्वं बाधकं भवति. अयं संयोगः उभयत्र भवति इति क्वचित् बाधकम्. अत्र क्वचित् प्रतीतेः वर्णार्थं द्विनिष्ठं बाधकं भवति. अयं संयोगः उभयत्र भवति इति क्वचित् बाधकम्. इत्युक्ते सर्वदा नास्ति इति. किल अत्र द्विनिष्ठं यदा तत्र विभागस्य च संयोगस्य वर्णनार्थं सर्वदा द्विनिष्ठं न स्वीकुर्मः इति वा? इत्युक्ते तत्र द्विनिष्ठस्य बाधकं भवति कदा? यदा तत्र प्रतीति वर्णनं कुर्मः चेत्, इत्युक्ते यदा तत्र वृक्षात् फलं विभक्तम् इति प्रतीतिः अस्ति चेत् तत्र वस्तुतः विभागस्य द्विनिष्ठता किञ्चित् तस्य बाधकं तस्याः बाधकम् अभवत् खलु. तत्र द्विनिष्ठता इति नास्ति तस्य, अत्र तु एकनिष्ठत्वम् इति आरोपितं. तर्हि तादृशबाधकं यदा भवति तदा अवधिकत्वमपि आरोपितं भवति तस्मिन्. इत्युक्ते वृक्षात् फलं पतति इति तस्मिन् वाक्ये अस्ति, वृक्षात् फलं पतति इति न, वृक्षात् फलं विभक्तं तत्र अस्ति, परन्तु वृक्षफलयोः मध्ये विभागः अस्ति इति वदामः चेत् तत्र नास्ति इति. हा सत्यं, तावदेव सत्यम्. इत्युक्ते एक इदानीं तत्र फले एव विभागस्य निष्ठता इति वक्तव्यं चेत् तदा तत्र तादृशप्रतीतिः भवति, तादृशप्रतीतेः वर्णनार्थं तत्र अवधिकत्वमपि स्वीक्रियते. तदा अस्माकं सौकर्यार्थं तदुच्यते एतदवधिकः संयोगः इति यदा ब्रूमः तदा किं बुध्यते? इदानीं पुनः अस्माकं सौकर्यार्थं वयं तादृश वाक्यं स्वीकुर्मः चेत् अत्र एतदवधिकः संयोगः इति यदा वयं वदामः तत्र किं किं बुध्यते इति प्रश्नः अस्ति. तत्र सः अपरमात्रनिष्ठः इति लभ्यते. इत्युक्ते एकस्मिन् एव स्थले इति, एकस्मिन् एकस्य निष्ठः एव भवति इति. एतद् अवधिकः संयोगः इति वदामः चेत् अपरे अस्ति इति अपि आगच्छति खलु. तादृशप्रतीतीनाम् सम्पादनार्थं तस्य सावधिकत्वव्यवहारः अस्ति. अत्र एतदवधिकः संयोगः इति तादृश वाक्यस्य उपयोगेन प्रतीतिसाधनार्थं तत्र सावधिकत्वव्यवहारः अपि उपयोगं कुर्मः इति. परन्तु तत्र घटपटयोः संयोगः इति तत्र वदामः चेत् तत्र संयोगः द्विनिष्ठः सावधिकः न इति. अग्रे पठामि. अधुना संयोगस्थले विभागस्थलात् किञ्चन वैलक्षण्यं वर्तते यत् विभागस्थले पञ्चमी विभक्तिव्यवहारः संयोगस्थले तथा न भवति. विभागस्थले घटात् पटः विभक्तः पञ्चमी इत्यतः अवधिकत्वं सौकर्येण कल्प्यते. वस्तुतः विभागः अत्र कुत्र उत्पन्नः? घटे एवं पटे एकः एव विभागः उभयत्र. किन्तु व्यवहारः कथं? घटात् पटः भिन्न विभक्तः. तद्वत् पटात् घटः विभक्तः इत्यपि प्रत्ययः जायते. उभयत्र किं भिन्नविभागः विषयीभूतः? न भिन्नः, एकः एव विभागः द्विनिष्ठः विषयीभूतः विभागः नातिरिक्तः एकः एव. किन्तु प्रथमप्रतीतौ घटात् पटः विभक्तः सः विभागः पटनिष्ठत्वेन विवक्षितः अस्ति. तदर्थं घटात् इत्युक्तं घटावधिकः विभागः यदा पटवृत्तित्वेन बोधनीयः तदा किम् उच्यते? सः घटावधिकः विभागः इति व्यवहारो जायते. एवमेव विपरीतत्वेन पटात् इत्यनेन पटावधिकः विभागः. तदवधिकः विभागः अस्माभिः उच्यते तदपेक्षया अतिरिक्तः तद् वृत्तित्वेन विवक्षितः भवति. इदानीम् अत्र संयोगस्थले विभागस्थलस्य अपेक्षया किञ्चित् वैलक्षण्यं भवति इति. अत्र विभागस्थले वयं पञ्चमी उपयुज्य वदामः घटात् पटः विभक्तः इति. तत्र परन्तु तत्र विभागः इति उभयत्र अस्ति इति, घटे अपि अस्ति पटे अपि अस्ति इति. एकक्षणं महोदय, एकक्षणं. तत्र यदा वयं पञ्चमी उपयुज्य वदामः तत्र अवधित्वम् इति तत्र अस्माकं व्यवहारसौकर्यार्थं वयं स्वीकृतवन्तः, तदपि वक्तव्यमस्ति खलु? इत्युक्ते यदा तत्र तादृश घटात् पटः विभक्तः इति वदामः चेत् तत्र अवधित्वं स्वीकृतः, वस्तुतः विभागः अत्र घटे अपि अस्ति पटे अपि अस्ति परन्तु द्विनिष्ठः. परन्तु यदा वयं व्यवहारत्वेन घटात् पटं पटः विभक्तः इति स्वीकृतवन्तः तत्र घटावधिक विभागः पटे इति अपि आगच्छति इति किञ्चित् अत्र सूक्ष्मभेदः अस्ति. अवगच्छति वा? आम् आम्. अस्माकं सौकर्यार्थं तादृशवाक्यं स्वीकुर्मः इति इदानीं. परन्तु विभागः तु उभयत्र अपि सत्यं सत्यम्. अतः तत्र घटात् पटः विभक्तः इति वदामः चेत् तत्र पटात् घटः विभक्तः इत्यपि प्रत्ययः भवति, वाक्यं भवति. तदपि वक्तुं शक्नुमः इति, तत् यदा यदा सौकर्यार्थम् आवश्यकं चेत्. परन्तु अत्र विभागः एकः एव इति. सत्यं. तत्र तथापि इत्युक्ते भवान् किम् उक्तवान्? किञ्चित् अहं न अवगतवती भवतः तत्र. इत्युक्ते अत्र घटात् पटः विभक्तः इति केवलम् अस्माकं सौकर्यार्थं वयं तद्वाक्यं स्वीकुर्मः. यदा अवश्यं चेत् पटात् घटः विभक्तः इति अपि वक्तुं शक्नुमः. इत्युक्ते तत्र अवधिगत्वं तत्र भेदः भवति इति. सत्यम्. इत्युक्ते तत्र यदा घटपटयोः विभागः इति अस्ति तत्र घटात् पटः विभक्तः इत्यपि वक्तुं शक्नुमः, पटात् घटः विभक्तः इत्यपि वक्तुं शक्नुमः, परन्तु व्यवहारत्वेन तत्र भेदः अस्ति तयोः मध्ये. परन्तु अत्र विभागः एकः एव, द्विनिष्ठः एव. सत्यं. वस्तुतः भगिनि, अत्र घटात् पटः विभक्तात् वदति चेत् घटः अवधि घटात् पटः विभक्तः इति. सत्यं. पटे विभागः अस्ति. सत्यं. पटे विभागः अस्ति. अत्र अवधिकत्वं पटे अस्ति न अवधिकः कः विभागः खलु? तर्हि अवधिकत्वं कुत्र अस्ति? अवधिकत्वं घटे अस्ति न विभागे. विभागे अस्ति. तावदेव. उत्तमं भगिनि, अग्रे वदतु महोदय. इदानीम् अत्र वाक्यद्वयम् अस्ति चेदपि अत्र घटात् पटः विभक्तः इति वदामः चेत् अत्र विभागः पटनिष्ठत्वेन विवक्षितः अस्ति. पटात् घटः विवक्षितः इति वदामः चेत् अत्र विभागः घटनिष्ठत्वेन विवक्षितः अस्ति. अत्र तदर्थं घटात् इत्युक्तं घटावधिकः विभागः, तदा पटवृत्तत्वेन बोधनीयः, तदा किम् उच्यते सः घटावधिकः विभागः इति. अतः विपरीतत्वेन अपि पटात् इति वक्तुं शक्नुमः. तदवधिकः विभागः अस्माभिः उच्यते, तदपेक्षया अतिरिक्तः तद् तद् वृत्तित्वेन विवक्षितः भवति. अतः तद् उभयमपि स्वीकर्तुं शक्नुमः, परन्तु तत्र तत् निष्ठत्वेन इति पटः वा घटः वा इति विभागः कुत्र अस्ति इति वयं ज्ञात्वा एव उपयोगं कुर्मः इति. घटः पटः विभक्तः वा अथवा पटात् घटः विभक्तः इति. सत्यं सत्यम्. इत्युक्ते यत्र अवधिः अस्ति यत्र विभागः अस्ति इति तस्मात् किञ्चित् व्यवहारत्वेन अस्माभिः तादृशप्रयोगः क्रियते. अग्रे पठामि वा? हा अग्रे पठामि. संयोगस्थले पञ्चमीविभक्त्या व्यवस्था. अस्तु अस्तु, प्रायः रामप्रिया भगिनी भवती पठति वा? आं भगिनि, संयोगस्थले पञ्चमीविभक्त्या व्यवस्था कापि नास्ति. घटात् पटः संयुक्तः इति तदा किमपि नास्ति. तदापि घटपटयोः संयोगः इति प्रतीतौ घटावधिकः संयोगः पटे इति व्यवहारः क्रियते, अथवा पट अवधिकः संयोगः घटे. वस्तुतः एक एव संयोगः, किन्तु प्रतीतिवशात् सावधिकत्वम् आनीयते. यदा वयं विभागस्थले पूर्वं दृष्टवन्तः, इदानीं संयोगस्थले तत्र तु घटात् पटः विभक्तः इति वक्तुं शक्नुमः, परन्तु अत्र संयोगस्थले पञ्चमी विभक्ति विभक्त्याः उपयोगं न कर्तुं शक्नुमः. घटात् पटः संयुक्तः इति किमपि नास्ति इति अस्ति. तथापि घटपटयोः संयोगः इति प्रतीतः, यदा वयं घटपटयोः संयोगः इति प्रतीतः स्वीकुर्मः चेत् तत्रापि प्रतीतिः स्वीकुर्मः चेत् तत्र वयम् अवधिकत्वम् आरोपयितुं शक्नुमः. किमर्थम् इत्युक्ते कथम् इत्युक्ते घट अवधिकः संयोगः पटे इति वा पट अवधिकः संयोगः घटे इति वा वयम् अवधिकत्वम् आरोपयितुं शक्नुमः. परन्तु वस्तुतः एक एव संयोगः घटपटयोः मध्ये एक एव संयोगः, परन्तु प्रतीतिवशात् वयं सावधिकत्वम् आरोपयामः. आहत्य पृथक्त्वम् एकनिष्ठमेव स्वभावेन सावधिकम्. विभागः च संयोगः च द्विष्टः, तस्मात् उभयत्र विद्यमानः. स्वभावेन न सावधिकः, किन्तु प्रतीतिवशात् अध्यारोपयते. आहत्य पृथक्त्वम् एकनिष्ठं, स्वभावेन तत्तु सावधिकमस्ति, परन्तु विभागः संयोगः च द्विनिष्ठः, उभयत्र विद्यमानः. यदा हस्तपुस्तकयोः संयोगः, विभागः तु वृक्षात् फलं विमुक्तः इति, तत्र द्विनिष्ठः अस्ति. एकक्षणं भगिनी, तत्र वृक्षफलयोः विभागः इति वदामः चेत् एव द्विनिष्ठः वस्तुतः. वृक्षफलयोः विभागः संयोगः विषये हस्तपुस्तकयोः संयोगः तत्तु द्विनिष्ठः. तत्र स्वभावेन सावधिकत्वं नास्ति, परन्तु वयं प्रतीतिवशात् आरोपयामः. तत्र पृथक्त्वम् एकनिष्ठं स्वभावेन सावधिकम् इति अस्ति खलु, तर्हि किमर्थं तथा तत्र किमर्थं सावधिकं वा? यदा वयं कपालः घटात् पृथक् इति स्वीकुर्मः चेत् किं वदामः, तत्र पृथक्त्वम् इति सावधिकम् अस्ति. एकनिष्ठः इत्युक्ते यदा संयोगविषये हस्तपुस्तकयोः संयोगः इत्युक्ते संयोगः हस्ते अपि अस्ति पुस्तके अपि अस्ति, परन्तु पृथक्त्वविषये कपालः घटात् पृथक् इत्युक्ते कपाले एव पृथक्त्वम् अस्ति, घटे नास्ति इति एकनिष्ठः. अति उत्तमम्. अपि च कपालः घटात् पृथक् इति यदा वदामः चेत् तत्र केवलं कपालः पृथक् इति वदामः चेत् अथवा कपालः भिन्नः भेदः अपि तथैव खलु, कपालः पृथक् इति वदामः चेत् तत्र परिसमाप्तिः नास्ति खलु, इत्युक्ते वाक् तत्र कस्मात् पृथक् इति प्रश्नः आगच्छति, इत्युक्ते अर्थ सम्पूर्ण अवगमनं तत्र न भवति इति कृत्वा तत्र अवधिः इति तत्र आवश्यकं भवति. कस्मात् पृथक् इति अस्ति चेतेव अत्र सम्यक् अवगमनं भवति, परन्तु संयोगस्थले तथा नास्ति. हस्तपुस्तकयोः संयोगः इति वदामः चेत् कस्मात् संयोगः इति प्रश्नः एव न उदेति इत्यपि मुख्यवार्ता. उत्तमम्. अग्रे भगिनि. नियतावधिकत्वम्. एतावता अवधिः नाम कः, अवधिकः नाम कः, अवधिकत्वं नाम किम् इति अस्माभिः परिशीलितम्. घटः पटात् पृथक् इति प्रत्यये पटः अवधिः पृथक्त्वं पटावधिकं, पटावधिकत्वं पृथक्त्वे. अधुना अग्रे द्रष्टव्यम्. इदम् अवधिकत्वं नियमेन प्रतीयते न वा, नाम अवधिकत्वं यस्मिन् यस्मिन् भवति तत् कस्यां दशायां भवति, कदाचिदेव भवति अथवा सर्वदा भवति. इदानीं नियत अवधिकत्वम् इति विषये अस्ति. वयम् अवधिः नाम कः, अवधिकः नाम कः, अवधिकत्वं नाम किम् इति परिशीलितवन्तः. यदा घटः पटात् पृथक् इति प्रतीतिः अस्ति चेत् तत्र पटः इति अवधिः, पृथक्त्वम् इति पटावधिकं, पटावधिक पृथक्त्वे पटावधिकत्वम् अस्ति. इदानीं वयं अवधिकत्वं नियमेन प्रतीयते न वा इति द्रष्टव्यम्. इत्युक्ते अवधिकत्वं यस्मिन् यस्मिन् भवति, कुत्र कुत्र अवधिकत्वं भवति, कस्यां दशायां भवति, कदाचिदेव भवति वा, सर्वदा अवधिकत्वं भवति वा, कदाचिदेव भवति वा इति द्रष्टव्यम्. अपि च अत्र भवति भगिनि, पठामि वा भगिनि? न भगिनि, भगिनि अत्र दशायां भगिनि अखिल भगिनि नास्ति, श्रूयते वा? ओ ओ क्षम्यतां क्षम्यताम्. इदानीं श्रूयते वा? हा इदानीं श्रूयते. हा क्षम्यतां. हा पुष्पा भगिनी प्रश्नः अस्ति वा? अत्र दशायाम् अत्र अर्थं किं रामप्रिया भगिनी? कस्यां दशायाम् इत्युक्ते कस्मिन् समये वा कस्मिन् स्थितौ? स्थितिः कस्यां दशायां भवति, कदाचित् एव भवति अथवा सर्वदा भवति. अत्र प्रश्नः अस्ति नाम अवधिकत्वं यस्मिन् यस्मिन् भवति तत् कस्यां भवति. भगिनि प्रश्नः अस्ति चेत् पृच्छतु, नो चेत् क्षम्यतां, नो चेत् प्रश्नः अस्ति तथैव पृच्छामः. प्रश्नः कः इति वदतु भगिनि तर्हि, तत्र करपत्रे यदस्ति तत् पुनः पठति चेत् अस्माकं समये एव. सम्पूर्णवस्तुेन सम्यक् न स्थितिः ज्ञातव्यम् तथैव. भगिनी क्षम्यतां, भवत्याः प्रश्नः कः इति मया न अवगतः. तत्तु तत्र कस्यां दशायाम् इत्युक्ते किम् इति, कस्यां दशायाम् इत्युक्ते किम् इति पृच्छति वा? इदानीमेव रामप्रिया भगिनी उक्तवती खलु कस्मिन् समये अथवा कस्मिन् समये अवधिकत्वम् इति चिन्तनम् आवश्यकं, कदा न आवश्यकम् इति तावदेव. इत्युक्ते तत्र सर्वत्र अवधिः इति विषयः सर्वदा न भवति इति अस्ति खलु, तर्हि इदानीं नियमेन कुत्र कुत्र अवधिः भवति, कुत्र न भवति, कस्मिन् भवति चेत् कदा भवति, कदा न भवति इति परिशीलनीयम् इति अस्ति तावदेव. तत्रापि किमपि नूतनविषयः नास्ति. पठतु भगिनि. अपि च अत्र भवति इत्यस्य स्थाने व्यवहारः कथम् अस्ति इति द्रष्टव्यम्. वस्तुस्थितिः अन्या, व्यवहारः अन्यः. अस्माकम् अवधानम् अत्र अस्ति यत् अवधिः भवति न वा, अपि तु व्यवहारक्षेत्रे अवधिः अस्ति न वा. यदा पूर्वस्मिन् परिच्छेदे अस्ति कदाचिदेव भवति अथवा सर्वदा भवति इति, तत्र भवति यदा अवधिकत्वं भवति इत्यस्य स्थाने व्यवहारः इति, व्यवहारः कथम् अस्ति इति अवलोकनीयम् इति अस्ति. वस्तुस्थितिः अन्या, व्यवहारः अन्यः. यदा वयं परिशीलितवन्तः वस्तुस्थितिः इत्युक्ते एक उदाहरणमस्ति किल, वस्तुस्थितिः भिन्ना अस्ति, वृक्षफलयोः विभागः इति एका स्थितिः अस्ति, व्यवहारः वृक्षात् फलं विमुक्तः इति व्यवहारस्थितिः अन्या अस्ति इति, अन्यः व्यवहारः. अवधिः, अस्माकम् अवधानम् अत्र नास्ति यत् अवधिः भवति न वा, अपि तु व्यवहारक्षेत्रे अवधिः अस्ति न वा. अवधिः अस्माकम् अवधानं नास्ति इति अस्ति, अवधिः भवति न वा, व्यवहारक्षेत्रे अवधिः अस्ति न वा इति अवधानं नास्ति इति अस्ति. तथा नास्ति इत्युक्ते अस्माकम् अवधानम् अत्र नास्ति. कुत्र नास्ति? यत् अवधिः भवति न वा, अवधिः भवति न वा इति इति यत् स्थितिः अस्ति तस्य अस्माकं, तस्मिन् अस्माकम् अवधानं नास्ति. परन्तु अस्माकम् अवधिः अस्ति कुत्र? व्यवहारक्षेत्रे अवधिः अस्ति न वा इति. इत्युक्ते वस्तुस्थितिः इति एकं, व्यवहारः इति भिन्नः खलु. वस्तुस्थितिः कथमस्ति, तत्र अवधिः अस्ति न वा इति अस्माकम् अवधानं नास्ति, परन्तु व्यवहारक्षेत्रे अस्ति न वा इति अस्माकम् अवधानम्. अवधानम् इत्युक्ते यदा भवति तदा तादृश अवधानमपि अपेक्षितम्. इत्युक्ते यत्र अवधिः भवति तत्र व्यवहारे तादृश अवधिः भवति न वा इत्यपि अस्माभिः द्रष्टव्यम् इति. यथा भेदविषयकव्यवहारो भवति तदा नियमेन अवधेः उल्लेखः भवति. भेदकथनस्य अवसरे प्रतियोगिनः उल्लेखः नास्ति चेत् तादृशभेदस्य व्यवहारः अप्रसिद्धः. केवलं भेदः भिन्नः इत्युक्तं चेत् बोधो न जायते. कस्मात् भिन्नः इति प्रश्नः भवति. अतः वस्तुस्थितिः इति क्वचित् अन्या, किन्तु व्यवहारः द्रष्टव्यः. व्यवहारः अत्र विलक्षणः. यदा वयं भेदविषये स्वीकुर्मः चेत् तत्र नियमेन अवधेः किम् इति अस्ति, उल्लेखः अस्ति. भेदकथनस्य अवसरे प्रतियोगिनः उल्लेखः नास्ति चेत् तादृशभेदस्य व्यवहारः अप्रसिद्धः. यदा वयं भेदस्य विषये स्वीकुर्मः चेत् यदा तत्र प्रतियोगी विषये किमपि स्पष्टता नास्ति चेत् भेदस्य व्यवहारः अप्रसिद्धः इत्युक्ते तद् वयम् अवगन्तुं किमपि न शक्नुमः कः भेदः इति. केवलं भेदः भिन्नः इत्युक्तं चेत् बोधो न जायते. केवलं यदा भेदः पटात् भिन्नः इति एव अस्ति चेत् वयं किमपि अवगन्तुं न पूर्णतया अवगन्तुं न शक्यते. पटात् भिन्नः इति न, पटः भिन्नः इति अस्ति. पटः भिन्नः इति अस्ति चेत् वयं पूर्णतया अवगन्तुं न शक्नुमः कस्मात् भिन्नः इति. अतः वस्तुस्थितिः, अतः वस्तुस्थितिः इति क्वचित् अन्या, व्यवहारः द्रष्टव्यः इति अस्ति. द्रष्टव्यः इत्युक्ते व्यवहारः विलक्षणः. व्यवहारः वस्तुस्थित्यां भिन्नः अस्ति इति किल. इत्युक्ते वस्तुस्थितिः यत्किमपि भवतु, परन्तु अत्र व्यवहारः कः इति अपि वयं अस्माभिः द्रष्टव्यम्. इत्युक्ते तत्र केवलं भिन्नः पटः भिन्नः अथवा घटः भिन्नः इति वदामः चेत् तत्र वाक्यं सम्पूर्णं नास्ति खलु. इत्युक्ते प्रश्नः इदानीम् अहं वदामि तत्र न्यायशास्त्रं भिन्नम् इति, तर्हि भवतः तु पृच्छति एव भवति वा अथवा भवान् तु पृच्छति एव तत्र, भवतः पृच्छन्ति तत्र कस्मात् भिन्नः अथवा कस्मात् भिन्नम् इति. इत्युक्ते केवलं न्यायशास्त्रं भिन्नम् इति कोऽपि वदति चेत् तत्र तस्य वाक्यस्य अर्थम् इति किमपि नास्ति, वाक्यस्य अर्थः इति किमपि नास्ति खलु तत्र. सम्पूर्णं न अभवत् वाक्यम् इति दृश्यते. तर्हि तत्र कस्मात् भिन्नः इति प्रश्नः आगच्छति, तर्हि व्याकरणात् भिन्नः अथवा योगसूत्रात् भिन्नः इति यत्किमपि भवतु तद् वक्तव्यं भवति. तर्हि तथा तदेव व्यवहारः खलु. तर्हि तत्र कस्मात् भिन्नः इति तत्तु नित्यं भवति, सर्वदा भवति. यदा भिन्नः इति भेदप्रसङ्गः अस्ति तत्र सर्वदा भवति. इत्युक्ते तत्र प्रतीतिवशात् भवति इति न, परन्तु यदा कदापि वयं भिन्नः अथवा भेदः इति प्रयोगं कुर्मः तत्र एकः पदार्थः अपरात् पदार्थात् तत्र भिन्नः इति एव वक्तव्यं भवति खलु. कः कस्मात् भिन्नः इत्यपि केवलं भिन्नः इति न, परन्तु कस्मात् भिन्नः इत्यपि वक्तव्यं भवति इति कृत्वा तत्र नियमेन अवधिः अस्ति. तत्र नियमेन अवधेः उल्लेखः यतोहि तत्र सर्वदा भवति. क्षम्यतां भगिनि, घटात् पटः भिन्नः. हा, घटात् पटः भिन्नः, सत्यं. तर्हि तत्र केवलं पटः भिन्नः इति वदामः चेत् तत्र वाक्यं सम्पूर्णं नास्ति खलु. भवती पृच्छति कस्मात् भिन्नः पटः कस्मात् भिन्नः इति, तर्हि घटात् इति अपि वक्तव्यं भवति खलु. घटः भिन्नः अर्थं नास्ति अस्ति घटः भिन्नः अर्थं नास्ति इत्युक्ते तत्र सम्पूर्णं नास्ति अस्तु तत्र घटात् पटः भिन्नः अस्ति चेत् घटः अवधिः सत्यं अस्तु अस्तु तत्र भिन्नत्वम् अवधिकत्वम् अथवा अवधिकत्वं भिन्नः अवधिकत्वम् भिन्नः अवधिकः भेदः अवधिकः वस्तुतः भिन्नः अस्ति घटः अग्रे पठतु भगिनि इदं पुस्तकं भिन्नम् इति यदा वदामः तदा प्रश्नः अवश्यम् आयाति कस्मात् कस्मात् भिन्नम् इति यावत् न वदामः तावत् शब्दबोधः पूर्णः न भवति अनेन भेदविषयकव्यवहार अवसरे अवधेः उल्लेखः अवश्यं भवति इदानीमेव भवती उक्तवती तदेव अस्ति अत्र भेदविषयकव्यवहार अवसरे अवधेः विषये स्पष्टता अस्ति अवश्यं भवति इति अस्ति अतः वस्तुस्थितिः अन्या किन्तु व्यवहारः कथं भवति इति अस्माकं चिन्ता पूर्वं विभागस्य स्थले तादृशवैलक्षण्यं विस्पष्टं विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणं कथं कुत्रचित् वस्तुस्थितिः अन्या व्यवहारः च अन्यः विद्यमानं न्यायमानम् इति अनयोः मध्ये किञ्चन वैलक्षणं सर्वत्र उच्यते वस्तुस्थितिः अन्या व्यवहारः अन्यः इति कथं भवति इति अस्माकं चिन्तनम् इदानीम् अस्ति यदा वयं पूर्वं विभागस्थले तत् वैलक्षण्यं वयं दृष्टवन्तः विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणम् कथं कुत्रचित् वस्तुस्थितिः अन्या व्यवहार च अन्यः इति विद्यमानं तदेव वयं तद् उदाहरणरूपेण यदा वृक्षफलयोः विभागः इति वस्तुस्थितिः वृक्षात् फलं विमुक्तः इति व्यवहारः इति वयं दृष्टवन्तः तदेव वस्तुस्थितिः अन्या व्यवहारः च अन्यः उत्तमम् इत्युक्ते किमर्थं पुनः तद् आगच्छति इत्युक्ते यद्वयम् इदानीं पूर्वं दृष्टं भेदस्थले भेदस्थले वस्तुतः तथा नास्ति खलु भेदस्थले तत्र वस्तुस्थितिः अपि च व्यवहारः तत्र द्वयोः स्थलयोः अपि तत्र अवधेः उल्लेखः अस्ति एव परन्तु भेदस्थले तथा नास्ति तर्हि प्रश्नः उदेति कुत्र तादृशप्रत्ययः अस्ति इत्युक्ते वस्तुस्थितिः भिन्ना अपि च व्यवहारः भिन्नः इति प्रश्नः कुत्र भवति इति प्रश्ने सति तत्र विभागस्य उदाहरणं स्वीक्रियते खलु विद्यमानं न्यायमानम् इत्यनयोः मध्ये किञ्चन वैलक्षण्यं सर्वत्र उच्यते विद्यमानम् इत्युक्ते वस्तुस्थितिः न्यायमानम् इत्युक्ते व्यवहारः वा उत्तमं तावदेव इत्युक्ते विद्यमानम् इत्युक्ते यः वस्तुस्थितिः अत्र विद्यमानम् अस्ति इति एकं न्यायमानम् इत्युक्ते प्रतीतिवशात् यद्वयम् अवगच्छामः इति ज्ञायमानं तयोः मध्ये तत्र वैलक्षण्यं भवति अत्र भगिनी ज्ञायमानं तु व्यवहारः नास्ति ज्ञायमानं च अवगच्छनं न न व्यवहारेण एव अवगच्छामः खलु. अस्तु अस्तु अस्तु अस्तु अस्तु भगिनी भवती पठितुं शक्नोति वा पुष्पा भगिनी? भगिनी श्रूयते? आं श्रूयते. तर्हि यथा पूर्वं दृष्टं विभागः एक एव, किन्तु प्रतीतिवशात् कुत्रचित् सावधिक व्यवहारः क्रियते. वृक्षफलयोः विभागः अत्र अवधेः उल्लेखः नास्ति. अवधित्वेन रूपेण उल्लेखः नास्ति. अवधित्वेन उल्लेखरूपेण. अस्तु अस्तु. तर्हि यथा वयं दृष्टं वयं न तु आवां खलु बहुवचनं खलु, किमर्थं वयं दृष्टम्? अस्माभिः दृष्टम्. अस्माभिः नो चेत् वयं दृष्टवन्तः. दृष्टवन्तः. अस्माभिः दृष्टं विभागः एकः. अधुना आवां वयं दृष्टवन्तः विभक्तः एकः एकः एव एकमेव. तत्तु फल फलः वृक्षात् फलं विभक्तौ विभक्तः सत्यं. तत्र किं कः एकः एव विभागः. उत्तमं. विभागः एकः एव एकमेव. अत्र प्रतीतिवशात् कुत्रचित् सा अवधिकव्यवहारः क्रियते. हा तत्तु पतति अत्र न पतति इति मास्तु. पतति इति मास्तु. वृक्षात् फलं विभक्तं विभक्तम् अत्र उच्यते चेत् अत्र प्रतीतिवशात् सा अवधिक व्यवहारः क्रियते. क्रियां क्रियाम् अस्ति. क्रिया अस्ति अत्र न क्रिया. तत्र क्रिया इति इत्युक्ते तत्र यदा तत् भिन्न किञ्चित् भिन्न वार्ता अस्ति. परन्तु यत्र यदा वृक्षात् फलं विभक्तम् इति वदामः तत्र अवधिः इति प्रसङ्गः आगच्छति खलु. तत्र सावधिकत्वम् अस्ति. अत्र व्यवहारः व्यवहारः अस्तु. व्यवहारः आयाति. व्यवहारः तत्र व्यवहारः इत्युक्ते तादृशप्रयोगः खलु. इत्युक्ते यदा वयं वृक्षात् फलं विभक्तम् इति वदामः तत्र सावधिकप्रयोगः भवति. हा सावधिकप्रयोगः अस्ति. अस्तु. वृक्षफलयोः विभागः अत्र अस्ति. विभागः अत्र अवधेः उल्लेखः नास्ति. तत्र विभक्तं वक्तुं चेत् अत्र व्यवहारः अस्ति. अत्र उल्लेखः फल वृक्षफलयोः विभागः वक्तुं चेत् अत्र अवधिः नास्ति. उल्लेखः उत्तमम्. अवधिः नास्ति. नास्ति. अवधिकत्वेन रूपेण उल्लेखः नास्ति. तथा एव वस्तुतः यद् वदा पठामि. अस्तु. यद्विषयक प्रतीतौ नियमेन अवधिः भासते तस्य नियता अवधिकत्वम्. नियता अवधिकत्वम् इत्युक्ते यदा यदा तादृशपदार्थविषयकः प्रत्ययः जायते तदा तदा नियमेन नाम सर्वदा अवधिः भासते. यदा यदा यदा भेदस्य प्रत्ययः तदा तदा अवधिः भासते. अतः भेदः नियतावधिकः, भेदे च नियतावधिकत्वम् अस्ति. यद्विषय प्रतीतौ तत्तु भेदक भेदविभागस्य न विभागस्य न न न न न तत्र इदानीं विभागः अथवा तत्र भेदः इति न, यत् विषयकप्रतीतौ इत्युक्ते यत्किमपि भवतु यस्य तत्र यस्मिन् प्रती तत्र प्रतीतिः अस्ति चेत् यत्किमपि विषयः भवतु, विभागः वा भवतु, भेदः वा भवतु, पृथक्त्वं वा भवतु, यत्किमपि भवतु, यत्र यत्र नियमेन अवधिः भासते तत्र नियतावधिकत्वम् इति उच्यते. इदानीं कुत्र तादृशनियमेन भवति कुत्र न भवति इति अग्रे पश्येम. परन्तु अत्र तु नियतावधिकत्वम् इत्युक्ते किम् इति अस्ति खलु. तर्हि नियतावधिकत्वम् इत्युक्ते यत्र यत्र नियमेन अवधिः भासते तत्र तत्र नियतावधिकत्वम् अस्ति. अस्ति सर्वदावधिः भासते यदा यदा प्रत्ययः तदा तदा अवधिः भासते. अतः भेदः नियतावधिकः तत्तु भेदः भेदे नियकत्वम् अस्ति, नियता अवधिकत्वम् अस्ति. इत्युक्ते किमर्थं यत्र यदा यदा भेदस्य प्रत्ययः तदा तदा अवधिः भासते इत्युक्ते किम्? उदाहरणं दत्वा वदतु भगिनि. यदा यदा भेदः तत्तु घटा घटात् पटः भेदः भिन्नः भिन्नः भिन्नः तत्तु भेदस्य प्रत्ययः अस्ति तत्र तत्र यदा न यदा यदा भेदः भेदस्य प्रत्ययः तदा तदा अवधिः भासते इत्युक्ते किम्? अवधिः अवगच्छ अवगच्छुम् ऐ मीन् अवगन्तुं शक्नुमः न केवलम् अवगन्तुं शक्नुमः इति इत्युक्ते यदा यदा भेदस्य प्रसङ्गः अस्ति इत्युक्ते भेदः इति विषयः आयास्यति तदा अत्र अवधिः इत्यपि विषयः आगच्छति एव खलु. इत्युक्ते अवधिः इति न वदामः चेत् तत्र भेदस्य भेदविषयस्य सम्पूर्णं न भवति. इत्युक्ते भवती इदानीं यदा उक्तवती घटः पटात् भिन्नः इति, अत्र केवलं घटः भिन्नः इति स्वीकुर्मः चेत् तत्र सम्पूर्ण अवगमनं न भवति खलु. सम्पूर्ण वार्ता नास्ति तत्. यदा भवती वदति पटात् घटः भिन्नः इति तदा एव तत्र सम्पूर्णवार्ता अस्ति इति कृत्वा तत्र भेदः इति प्रसङ्गः यदा यदा आयास्यति तदा तदा अवधिः अपि अस्ति इति कृत्वा भविष्यति इति कृत्वा अत्र भेदः नियतावधिकः. भेदः नियतावधिकः इत्युक्ते भेदे किम् अस्ति? भेदे नियतावधिकत्वम् अस्ति. उत्तमम्. अग्रे भगिनि. किन्तु विभागः तस्मिन् नियतावधिकत्वं नास्ति. वृक्षात् विभक्तः पुनः वृक्षफलयोः विभागः. वृक्षात् फलं विभक्तम् इति प्रतीतौ अवधिः भासते. एवं वृक्षफलयोः विभागः इत्यत्र सावधिक व्यवहारः नास्ति. उभयप्रतीत्या विभागः ज्ञातः, किन्तु एकस्मिन् विभागविषयकव्यवहारे अवधेः उल्लेखः क्रियते, अपरस्मिन् न क्रियते. हा, अत्र वृक्षात् फलं विभक्तः, तत्र अवधि भासते. तत् उच्यते चेत् अवधिः भासते. वृक्षफलयोः विभागः वक्तुं चेत् अत्र सावधिकव्यवहारः नास्ति. सावधिकव्यवहारः इत्युक्ते किम्? सावधिक अधिकत्वं अत्र वृक्ष भिन्नः पञ्चमी उपयुक्ते चेत् आवां सावधिक व्यवहारं न वक्तुं शक्नोति शक्नुमः. वस्तुतः विपरीतं खलु, यत्र पञ्चमी विभक्ति उपयोगम् अस्ति तत्र एव सावधिकव्यवहारः अस्ति. इत्युक्ते वृक्षात् फलं विभक्तम् इति वदामः चेत् अत्र सावधिकव्यवहारः अस्ति, परन्तु वृक्षफलयोः विभागः इति वदामः चेत् अत्र सावधिकत्वं नास्ति. सावधिकत्वम् इत्युक्ते अवधिः खलु, अवधिना सह इति सावधिकः सः अवधिना सह इति सावधिः सावधिकः पदार्थः इति. एतादृशं वेदस्थले न भवति. न न न, एकक्षणं भगिनि, अत्र सम्पूर्णं करोतु. उभयप्रतीत्या विभागः ज्ञातः, तत्तु वृक्षफलयोः विभागः अस्ति. तत्तु विषयकव्यवहारे अवधेः न उल्लेखनं न वक्तुं न शक्नुमः. कुत्र अवधेः उल्लेखनं वक्तुं न शक्नुमः? एकस्मिन् एव विभागः. न न न, पुनः वदतु कुत्र. एकक्षणं भगिनि, कुत्र अवधेः उल्लेखनं न कर्तुं शक्नुमः? वृक्षफलयोः विभागः अस्तु. तत्र उभयप्रतीत्या विभागः ज्ञातः इति अस्ति खलु. उभयप्रतीत्या इत्युक्ते वृक्षफलयोः द्वे अपि विनिष्ठः न न न, उभयप्रतीत्या इत्युक्ते किं? वृक्षफलयोः विभागः इति एकः, अन्यत् किम्? वृक्षात् विभक्तः. हा, वृक्षात् फलं विभक्तम् इति द्वितीयम्. तर्हि उभयप्रतीति अस्ति खलु, वृक्षफलयोः विभागः इति इति एकं, वृक्षात् फलं विभक्तम् इति द्वितीयं. तर्हि उभयप्रतीत्यापि विभागस्य ज्ञानं भवितुं भवति, परन्तु एकत्र अवधिः अस्ति, अन्यत्र अवधिः नास्ति. नास्ति. हा, अत्र वृक्षात् फलं विभक्तम् अत्र अवधिः अस्ति. न क्रियते. उत्तमं, तावदेव. वृक्षफलयोः विभागः अत्र नास्ति. अस्तु, एतादृशं भेदस्थले न भवति. कस्मात् भिन्नः इति नियमेन अवधेः उल्लेखः कर्तव्यम्। पृथक्त्वस्य स्थलेपि तुल्यं, कस्मात् पृथक् इति नियमेन वक्तव्यं भवति भवति, अन्यथा आकाङ्क्षा न शाम्यते शाम्यते, शब्दभेदः न जायते, इदं नियता अवधिकत्वम्। अत्र भेदः भेदः भिन्नः तु भेदः न अत्र वेदस्थले न कस्मात् भिन्नः एकक्षणं वेदस्थले एतादृशं वेदस्थले न भवति इत्युक्ते कीदृशं वेदस्थले न भवति? वेदस्थले घटः न तद् न एतादृशं वेदस्थले न भवति इति अस्ति खलु, कीदृशं न भवति हा हा हा उल्लेख अस्तु विभागविषय विषयकव्यवहारः न विभाग न इतोपि किञ्चित् वक्तव्यम् अस्ति भगिनि, कीदृशं न भवति विभागविषयव्यवहारः इति न तत्र अत्र भेदस्थले हा हा हा अत्र नियतावधिकत्वं तस्य द्वे अपि विभागः अस्ति परन्तु एकस्मिन् विभागविषये विषयकव्यवहारे तु अवधेः उल्लेखः तदेव तादृशव्यवहारः नास्ति भेदस्थले, इत्युक्ते भेदस्थले नियमेन अवधिः भवति एव कस्मात् भिन्नः एकः अस्ति न तथैव न तस्मात् एकः हा हा न तत्तु एकः तत्तु घटात् पटः भिन्नः पटात् घटः भिन्नः द्वे अपि वक्तुं शक्नुमः न तथा नास्ति खलु, घटात् पटः भिन्नः अपि च पटात् घटः भिन्नः इति वदामः चेत् तत्र वस्तुतः तत्र घटात् पटः तत्र सः भेदः भिन्नः खलु, घटेयः भेदः अस्ति स च भेदः, पटेयः भेदः अस्ति तस्मात् भिन्नः अस्ति वस्तुतः, तर्हि तादृशं नास्ति, तदर्थमेव भेदः एकनिष्ठः न तु द्विनिष्ठः इति उक्तवन्तः। भगिनि स्पीकर् फोन् मास्तु कृपया, प्रतिध्वनि आगच्छति तस्मात् एव। तर्हि तत्र तदेव अत्र विषयः इत्युक्ते एतादृशं वेदस्थले न भवति इत्युक्ते कीदृशं न भवति, कीदृशम् इत्युक्ते विभागस्य प्रसङ्गे वस्तुस्थितिः इति एका अस्ति, परन्तु व्यवहारः इति अपरः खलु, इत्युक्ते वस्तुस्थितिः अस्ति तत्र अवधिः नास्ति, वृक्ष द्विनिष्ठः अस्ति विभागः, तर्हि भेद क्षम्यतां तत्र वृक्षफलयोः विभागः इति वदामः चेत् तत्र अवधिः इति नास्ति, परन्तु वृक्षात् फलं विभक्तम् इति यदा वदामः तदा तु अवधिः तत्र भासते, परन्तु भेदस्थले तथा नास्ति, भेदस्थले तादृशवैलक्षण्यं नास्ति वस्तुस्थितिः अपि च हा वस्तुस्थितिः अपि च तत्र व्यवहारः इति सर्वदा अस्ति एव अवधिः इति। शाम्यते आकाङ्क्षा नाश तत्र एकक्षणं तत्र अपि च पृथक्त्वस्थले अपि तथा अस्ति खलु, पृथक्त्वस्थले अपि भेदवत् तत्रापि इति अस्ति. इत्युक्ते तत्र अवधिः सर्वदा भासते एव, कस्मात् पृथक् इति ज्ञातव्यं भवति एव. अन्यथा आकाङ्क्षा न शाम्यते, इत्युक्ते वयं पूर्वम् उक्तवन्तः खलु केवलं भिन्नः घटः भिन्नः इति वदामः चेत् कस्मात् भिन्नः इति अस्माकं प्रश्नः उदेति, इत्युक्ते तस्य समाधानं न प्राप्तं खलु. यावत्पर्यन्तं पटात् घटः भिन्नः इति कोऽपि न वदति तावत्पर्यन्तम् अस्माकं समाधानं न अभवत् तर्हि घटः भिन्न भिन्नः इति वदति चेत् इति एव तत्र बोधः न जायते. बोधः न जायते, शाम्यते शाम्यते, आकाङ्क्षा शाम्यते, तदेव समाधानं न प्राप्यते. समाधानम् अस्तु अस्तु भगिनि. तर्हि संयोगस्य का गतिः? विभागस्य एव, संयोगस्य अपि विभागस्य इव, विभागस्य इव इव इव विभागस्य इव संयोगस्य अपि नियता अवधिकत्वं नास्ति. इत्युक्तौ नियमेन तद्विषयकप्रत्यये अवधिः भासते इति न, कदाचित् स्यात् कदाचित् न स्यात्. व्यवहारं बुद्धौ निधाय चिन्तनीयम्. अत्र संयोगस्य कथम् अस्ति इति प्रश्नः अस्ति. विभागस्य एव इव, विभागस्य इव संयोगस्य क्षम्यतां संयोगस्य अपि नियता अवधिकत्वं नास्ति. हा अत्र अत्र संयो द्विनिष्ठः न तथैव नियता अवधिकत्वं नास्ति. इत्युक्तौ नियमेन तद्विषयकप्रत्यये अवधिः भासते इति न. हा तत्तु विभागस्य संयोगस्य विषये विषयकप्रत्यये अवधिः न भासते. न अवधिः न भासते इति न खलु, एकक्षणम्. अवधिः न भासते इति न, विभागस्य विभागः इव नास्ति इत्युक्ते किम् अर्थः कः? इत्युक्ते विभागस्य स्थले कथं भवति भवती? विभागस्य स्थले एकस्मिन् एव अवधिः भवति, एकस्मिन् स्थले अप अत्र विभागः तत् विभक्तं न, एकस्मिन् स्थले इति न, वस्तुतः एकस्मिन् स्थित्यां विभागे तत्र विभागस्य नियतावधिकत्वम् क्षम्यताम् सावधिकत्वम् अस्ति. अन्यस्थितौ तु तथा नास्ति खलु. इत्युक्ते वृक्षफलयोगो विभागः इति वदामः चेत् अत्र अवधिः नास्ति, अवधिकत्व सावधिकः नास्ति विभागः. परन्तु वृक्षात् फलं विभक्तम् इति वदामः चेत् अत्र तु विभागः सावधिकः इति भवति. तद्वत् संयोगे अपि, संयोगे अपि तत्र यदा हस्तावधिकः संयोगः पुस्तके इति वदामः तत्र अवधिः अस्ति. परन्तु हस्तपुस्तकयोः संयोगः इति वदामः चेत् तत्र अवधिः नास्ति. कदाचित् स्यात् कदाचित् न स्यात् तत्र इदानीं वक्तुं न, कदाचित् अस्ति कदाचित् नास्ति. व्यवहारं बुद्धौ निधाय चिन्तनीयं. निधाय तत्र नियतमाय न निधाय इत्युक्ते मनसि स्थाप्य स्थापयित्वा इत्युक्ते मनसि तत्र व्यवहारः कः व्यवहारः कः इति मनसि स्थापयित्वा तत्र तस्मिन् विषये चिन्तयित्वा अवधिः अस्ति वा न वा इति वक्तव्यम् उत्तमं तर्हि धन्यवादः किञ्चित् पुनः एकवारं भगिनी अहं तु बहु सम्यक् न वक्तुं शक्नोमि चिन्ता नास्ति भगिनी अवगच्छतु तदेव अस्माकं मुख्यविषयः तर्हि पुनः एकवारं ध्वनिमुद्रणं शृणोतु अपि च महोदयस्य ध्वनिमुद्रणमपि शृण्वन्तु सर्वे तदनन्तरम् आगामिकक्षायां मेलिष्यामः धन्यवादः शुभरात्रिः धन्यवादः भगिनी शुभरात्रिः.